नमस्सर्वेभ्यः. अस्माकं समासचिन्तनवर्गे सर्वेषां स्वागतम्. इदानीं जायमानः विषयः अस्ति तत्पुरुषसमासः. तेषु सामान्यतत्पुरुषः, तस्य द्वितीया तत्पुरुषः इति प्रभेदः. Hello, I can't hear anything. Oh, yeah, just one second. Okay. Usha bhagini pathati va? Aam bhagini. Dvitiya shita tita chita tita patita gatatyasta prapta pannaihi dvitiyantam subantam shita अतीत पतित गत अत्यस्त प्राप्त आपन्न इत्येतैः सुबन्तैः सह समस्यते. द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते. तत्पुरुषसमासः भवति. श्रितश्च अतीतश्च पतितश्च गतश्च अत्यस्तश्च प्राप्तश्च आपन्नश्च तेषाम् इतरेतरद्वन्द्वः. श्रितातीतपतितगतगतात्यस्तप्राप्तापन्नास्तैः प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया तदन्तविधिः भवति. तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते. द्वितीया प्रथमान्तं, श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः तृतीयान्तं द्विपदमिदं सूत्रम्. सुभां मन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. प्राकडारात् समासः इत्यस्य अधिकारः अस्ति. तत्पुरुषः इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं द्वितीया सुप् श्रितातीत पतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः. द्वितीया श्रितातीत पतितगतात्यस्तप्राप्तापन्नैः इति सूत्रम् उक्ति इति सूत्रे द्वितीयान्तं पदं द्वितीयान्तं पदं श्रित अतीत पतित गत अत्यस्तप्राप्तापन्नैः इति सुबन्तेन सह समस्यते. द्वितीयान्तं पदम् इति प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया प्राप्नोमि. द्वितीया इति सूत्रे अस्ति. द्वितीयान्तपदम् इति परिभाषया ग्राह्यते. देन् तत्पुरुष द्वितीयान्तं पदं प्रथमा पूर्वनिपातः अस्ति. द्वितीया इति पदं प्रथमा विभक्तौ अस्ति, तत्कारणात् उपसर्जनं भूत्वा पूर्वप्रयोगे अस्ति. श्रुत अतीत पतित गत अत्यस्त प्राप्त आपन्न इति पदं उत्तरपदं भवति. तत्पुरुषसमासः भवति. विभाषा तत्पुरुषसमासः, विभाषा अधः तत्पुरुषसमासः अस्ति, विभाषा तत्पुरुषसमासः अस्ति. किमर्थं द्वितीयान्तं शब्दः प्रथमं भवति? पूर्वपदं किमर्थं भवति? द्वितीया इति सूत्रे समासविधायकसूत्रे प्रथमा विभक्तौ अस्ति. तत्कारणात् यत् पदं प्रथमा विभक्तौ अस्ति, समासविधायकसूत्रे प्रथमा विभक्तौ अस्ति, तत्पदं उपसर्जनं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनं भूत्वा प्रथमानिर्दिष्टं समास उपसर्जनं पूर्वम् इति सूत्रेण पूर्वप्रयोगः अस्ति. प्रथमपदम् अस्ति. शित अतित पतित गत इति तृतीया विभक्तौ अस्ति सूत्रे. तत्कारणात् सुबन्तैः सह सुबन्ताः सह समस्यते. परन्तु अत्र तृतीया विभक्तेः का सुबन्तैः सह समस्यते. पदास् दे विल् बि द उत्तरपदास्. सुबन्तैः सह समस्यते. ऐ डोण्ट् नो वाट् टु से. इट् इस् नाट् द तृतीया फार् योग. अत्र प्रत्ययग्रहणे तदन्ताग्राह्याः इत्यनेन किमर्थं द्वितीयान्तं भवति इति किञ्चित् वक्तुम् इच्छति वा? द्वितीया इति सूत्रे अस्ति. द्वितीया इति सूत्रे प्रत्ययग्रहणे तदन्तग्राह्याः इति सूत्रेण द्वितीया इति पदं द्वितीयान्तं पदम् इति वाट् शुड् ऐ से? ऐ शुड् अण्डर्स्टाण्ड् दट् ग्रहणीयं ग्राह्यं. ओके, ग्रहणीयं. द्वितीयान्तम् इत्युक्ते किम्? द्वितीयान्तम् इत्युक्ते लैक् द्वितीया विभक्ति यस्य पदस्य अन्ते यस्य शब्दस्य अन्ते द्वितीयान्तविभक्तं द्वितीयान्तं विभक्तौ अस्ति. विभक्तिसंज्ञकप्रत्ययः अस्ति. तत् पदं द्वितीयान्तं पदम् इति अस्ति. द्वितीया विभक्ति प्रत्ययः अन्य कः पठति? कोमति भगिनी पठति वा? पठामि भगिनि. अस्मिन् सूत्रे द्वितीय इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं द्वितीय इति शब्दस्य पूर्वनिपातः भवति. उपसर्जनं पूर्वम् इति सूत्रेण द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते. उषा भगिन्याः विवरणम् एतत् सूत्रणं व्याख्यानं दत्तम्. अतः आगे अग्रे गच्छामि भगिनि. भवत्याः अवगमनं किम् इति अपि वदतु. सूत्रम् अस्ति द्वितीया श्रितातीत पतित गता अध्यस्त प्राप्त आपन्नैः इति द्विपदं सूत्रम्. तत्र द्वितीया इति प्रथमाविभक्तौ अस्ति. श्रित पतित एतानि एताः शब्दाः तृतीयाविभक्तौ सन्ति. एतत् विधिसूत्रमस्ति. विधिसूत्रे यत् प्रथमाविभक्तौ वर्तते तत् प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण तस्य उपसर्जनसंज्ञा भवति. यदा तस्य उपसर्जनसंज्ञा भवति तदा तत् समस्पदस्य पूर्वम् आगच्छति. उपसर्जनं पूर्वम् इति सूत्रेण अतः द्वितीया इति प्रथमा विभक्तौ दत्तमस्ति. श्रुत अतीतपतित एताः शब्दाः सुपसुपाः अनेन सुपा तृतीयं दत्तमस्ति. एतत् पदानि एतानि पदानि अपि तृतीया विभक्तमस्ति. अतः द्वितीया विभक्त्यान्ते यत् पदमस्ति तत् सुबन्धपदम्. श्रुतपतित एतैः शब्दैः समस्यते समस्तपदं भवति इति मम अवगमनम् अस्ति. सम्यक् अस्ति, अग्रे पठतु. यथा उदाहरणेन दत्तं कृष्णं श्रुतः कृष्णश्रितः कृष्णस्य आश्रयः स्वीकृतः इति अर्थः. कृष्णश्रितः कृष्णश्रितः इति समस्तपदस्य शास्त्रीयप्रक्रिया अथो लिखिता अस्ति. उदाहरणेन कृष्णश्रितः इति समस्तपदं दत्तं. विग्रहवाक्यं कृष्णं श्रितः. सूत्रे अपि श्रिता इति पदमस्ति. कृष्णं श्रितः कृष्णश्रितः इति समस्तपदं भवति. अर्थः भवति कृष्णस्य आश्रय स्वीकृतः इति शास्त्रीयप्रक्रिया एषा अस्ति. पठामि भगिनि? भगिनि अपठित्वा वक्तुं शक्यते वा समस्तप्रक्रिया विना पठित्वा? पठितुं विना पठितुं कृष्णं श्रुतः इति लौकिकविग्रहवाक्यम्. अलौकिकविग्रहवाक्यं भवति कृष्ण योग अं योग श्रुत योग सि सु. कृष्णं इति द्वितीया विभक्तवस्तु, अतः अम् इति एकवचन द्वितीय विभक्तौ प्रत्ययः भवति. कृष्णायोग अं योग श्रेतायोग सु इति. अनन्तरम् अत्र सुबन्धपदं सुबन्धपदेन सह समस्यते, अतः प्राक्कटारसमासः इति सूत्रेण समाससंज्ञा समासाधिकारे भवितुमर्हति. अनन्तरम् एतत् तत्पुरुषः इति सूत्रेण तत्पुरुष इति विशेषसंज्ञा प्राप्नोति. अनन्तरं विधिसूत्रमागच्छति द्वितीयाश्रित अतीतपातितव्यतात्यस्त प्राप्तापन्नैः इति सूत्रम् आगच्छति. तत्पूर्वम् इति विधिसूत्रमस्ति. तत्र कृष्णयोग अं योग श्रुतयोग सु प्रथमकार्यं भवति प्रातिपदिकसंज्ञायाः निर्माणं प्रथमसोपाने तद्भवति. अतः तत्र एतत् कृष्णयोग अं योग श्रुतयोगसु इत्यस्य समाससंज्ञा भवति इति अस्माभिः दृष्टम्. समाससंज्ञा कृत् तद्धितसमासश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भवति चेत् सुपो धातु प्रातिपदिकयोः इति सूत्रम् आगत्य सुप् प्रत्ययानां लोपः भवति. अतः कृष्णयोगश्रुत एव तिष्ठति सुपो धातु प्रातिपदिकयोः इति सूत्रेण कृष्णयोगश्रुत. अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणमस्ति, अतः एतत् पदं पदसंज्ञा भवति कृष्णश्रित. अनन्तरम् उपसर्जनसंज्ञा भवति. तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण यद् पदं समासविधायकसूत्रे प्रथमया विभक्तौ निर्दिष्टः तस्य उपसर्जनसंज्ञा भवति. अतः अत्र विधिसूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः द्वितीया इति पदस्य उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वम् इति सूत्रमपि अस्ति. उपसर्जनपूर्वम् इत्यनेन सूत्रेण यत् पदं प्रथमया निर्दिष्टं तस्य उपसर्जनसंज्ञा भूत्वा तत् अग्रे आगच्छति समस्तपदस्य. अतः कृष्णाश्रित इति पदस्य कृष्णाश्रित इति कृष्ण एव द्वितीयविभक्तौ तत्र तत्र जीवन् द्वितीयविभक्ति. अतः कृष्ण एव पूर्वम् आगच्छति कृष्णाश्रितः कृष्णाश्रितः इति पदं भवति. तद् प्रातिपदिक अपि प्रातिपदिकसंज्ञा अपि भवति तस्य कृत् कथितसमासश्च इति सूत्रेण. अनन्तरं सेकेण्ड् सोपानि द्वितीयसोपानि भवति लिङ्गवचननिर्णयः. अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रम् आगत्य यत् उत्तरपदे आगच्छति तस्य लिङ्ग एव भवति समस्तपदस्य इति एतत् सूत्रं वदति. अतः कृष्णश्रितः इति समस्तपदस्य लिङ्गं भवति कृष्णश्रितयोगः सु. ऐ एम् नाट् वेरि क्लियर् अबौट् इट् सु कथमागच्छति इति. परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रम्. अत्र श्रुता इति कृष्णश्रिता इति पुल्लिङ्गं कथं भवति भगिनि? श्रुता श्रित इति प्रत्ययान्तशब्दः अस्ति खलु. श्रितः श्रिता श्रितम् इति प्रत्ययान्तशब्दाः भवन्ति. अत्र कृष्णश्रितः पुल्लिङ्गविवक्षायां श्रितः इति योजितमस्ति. अनन्तरम् ऐ गोट् अनदर् क्लू आल्सो. द्वितीया श्रुतेन इति भवति न तु तृतीया विभक्तौ श्रुतेन इति आगच्छति चेत् श्रुता तु पुल्लिङ्गे एव भवति. श्रितः इति पुल्लिङ्गे विवक्षा अस्ति इत्यनेन श्रित योजितं. तत्र प्रथमविभक्ति एकवचनं तु सु एव आगच्छति खलु. अतः सुयोजितमस्ति. अतः कृष्णश्रित इति पुल्लिङ्गे भवति. अनन्तरं लिङ्गनिश्चयम् अस्ति. अनन्तरम् एतत्तु प्रातिपदिक एतस्य प्रातिपदिकसंज्ञा अस्ति. ज्ञाप् प्रातिपदिकयोः इति सूत्रस्य अधिकारे एतद् भवति. अतः सूजस् सौजस् मौचष्टाभ्याभ्यु नेभ्याभ्यौ सिभ्याम् इति दीर्घसूत्रेण सुप्रत्ययस्य योजनं भवति. कृष्णश्रितयोग सु इति भवति. अनन्तरं सु इत्यस्य उकारस्य इत्संज्ञा भूत्वा सु इति उपदेशे अजनुनासिक इति सूत्रेण तस्य उकारस्य लोपः भूत्वा स एव तिष्ठति. कृष्ण उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा भवति. हा उकारस्य तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. कृष्णश्रेतस् इति पदं भवति. सुयोजनेन पदसंज्ञा भवति. अतः कृष्णश्रेतस् इति पदं भवति. समस्तपदं तत्र अस्माभिः प्राप्तम्. अनन्तरं कृष्णश्रेतस् तत् पदमस्ति. ससजुषोरुः इति सूत्रेण पदस्य अन्ते यदा सकारः वर्तते चेत् तस्य सकारस्य ऋत्वं भवति इति ससजुषोरुः इति सूत्रं कार्यं करोति. अतः कृष्णशितरुः इति भवति. तत्र अपि रु इत्यस्य अजनु उपदेशे अजानुनासिक इति सूत्रेण उकारस्य लोपः अनुनासिक उकारस्य लोपः भूत्वा तस्य लोपः इति सूत्रेण इत्सज्ञस्य लोपः भूत्वा कृष्णं शित्तर् इति रूपं भवति. अनन्तरम् अन्ते पदमस्ति, अन्ते रेफः अस्ति. यदा पदस्य अन्ते रेफः भवति अथवा परं खर् प्रत्याहारः वर्णाः सन्ति तस्मिन् समये रेफस्य विसर्गसंज्ञा भवति खर् अवसानयोर्विसर्जनीयः इति सूत्रेण. अतः कृष्णश्रुतर् भवति कृष्णश्रितः इति समस्तपदं प्रथमाविभक्तौ एकवचने भवति. कृष्णश्रितः, कृष्णश्रुतौ, कृष्णश्रुताः इति रामशब्द इव विभक्तिरूपाणि भवन्ति. एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते, रूपाणि आक्रामवत् भवन्ति इति. सम्यक् सम्यक् आमां सम्यक्. प्रक्रिया तु अस्माभिः सर्वैः विनोयिट् प्रक्रिया तु समाना अस्ति. केवलं लिङ्गनिर्णयसमये सूत्र अपि च विधिसूत्रं किञ्चित् भिन्नम् अस्ति. कोऽपि प्रश्नाः सन्ति वा? प्रथमवर्गे यथा अव्ययीभावसमासस्य पाठनं भवति तदा तस्य अव्ययसंज्ञा भवति सूत्रेण. तत्र परवल्लिङ्गं द्वन्द्वतोत्पर्षयोः इति सूत्रेण विवक्षानुसरणं लिङ्गस्य निर्णयं भवति इति भेदः अस्ति न. यदा श्रुता इति भवति चेत् कृष्णश्रुता इति भवति. यस् ऐ थिङ्क् सो दट् विल् बि द स्त्रीलिङ्गं. बट् ऐ डोण्ट् नो वेदर् देर् इस् एनी अदर् रूल् फर्दर् आन् दि एण्ड् बट् इट् शुड् बि कृष्णश्रुता एण्ड् कृष्णश्रुतम्. अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. अग्रे पुष्पा भगिनी अन्यत् उदाहरणानि संक्षिप्ततया प्रक्रिया अपि वदतु भगिनी. सम्यक् न जानामि परन्तु प्रयत्नं करोमि. I have to look at this thing. You're moving it, so I can't. I'll have to go to my iPad. Okay, can you wait 1 minute? I'm gonna move. 1 second. Oh, let me turn this off. I had something on the stove. Okay. You want me to go up to the prakriya? It's okay. I will open up my... Yeah, maybe it's better if you can do that. That way I won't have to wait for my iPad to open up. कृष्णाश्रिता योगः सुप् इति स्थिते द सु लोप वुड् हेपन् बै हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हन् रैट् अण्ड् देन् इट् वुड् जस्ट् से कृष्णाश्रिता कृष्णश्रिता. ओ दिस् इस् भगिनी क्लास्. ऐ वास् लिस्निङ्ग् टु भगिनीस् क्लास्. ओके, where are we now? These are all just, she just explained, I think, Dvigu Samasa, everything, what Samasas they are, and I think it is... So we are reading Purusha. The first Dvitiya Tatpurushasya Prathamam Sutra. Which one? First of? अन्यानि उदाहरणानि. नरकं श्रितः, नरकश्रितः तत् आश्रितः न श्रितः न अस्तु अस्तु अर्थं किं श्रितः अर्थं किम् आश्रय एव न आश्रय एव परन्तु शब्दः श्रितः इति अस्ति अस्तु अस्तु अस्तु कृष्ण नरकं श्रितः तत्तु प्रथमतया प्राकार कृष्ण ऐ मीन् नरक आं योगः अं योगः श्रित योगः सु समाससंज्ञा भवति प्राकडारात् समासः इति सूत्रेण पुनः अत्र तत्पुरुष इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति द्वितीयाश्रित श्रितातीत पठित गतात् गतात् यस् यः न गतात् प्राप्तापन्नैः अत्र एकनिमिष गतश्च अत्यस्तश्च अस्तु अत्यस्तश्च अस्तु प्राप्नैः पन्नैः पन्नैः इति सूत्रेण लङ्कम् इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सबन्तेन सह सुबन्तेन सह समस्यते अत्र अत्र नरकयोगः अं योगः श्रित योगः सु अत्र समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासश्च समासश्च इति सूत्रेण सुप्रत्ययस्य लोपः भवति तत्तु श्रितायोगः सु अत्र सुप्रत्ययस्य लोपः भवति सुपोधातुपति प्रातिपदिकज्ञयोः इत्यनेन नरकयोगः अं योगः श्रितयोगः सु इत्यस्मिन् अं सु इत्यनयोः द्वे अपि लुक् भवति तत्तु लङ् नरकयोगः श्रित इति सुप्तिङ्गन्तपदं तिष्ठति अत्र पदसंज्ञा भवति अन्ते सुप् नास्ति तर्हि प्रश्नः उदेति यत् तस्य प्रतिसंज्ञा अस्ति न वा इति अत्र सुप् नास्ति तथैव कथं पदम् इति वदनम् इति प्रश्नः उदेति प्रत्ययलोपे प्रत्ययलक्षणम् इति इत्यनेन पदसंज्ञा अस्ति अस्ति एव प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति अत्र समासविधायकसूत्रस्य अस्ति द्वितीया तत् अत्र द्वितीयाश्रितातीत पतित गता अत्यस्त प्राप्तपन्नैः अस्मिन् सूत्रे तत्र कथं द्वितीय समासविधायकसूत्रमस्ति हा अस्मिन् सूत्रे द्वितीया इति पदं हा द्वितीया पद इति पदं प्रथमाविभक्तिः अस्ति अस्तु अस्तु तद् परिवर्तनम् आगच्छति अतः तस्य उपसर्जनसंज्ञा भवति अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञापदसंज्ञकपदस्य पूर्वनिपातः भवति तत्तु नरक इति पूर्वपदम् आगच्छति, द्वितीयान्तपदं पदमपि तत् तद् अस्ति, परन्तु तत्तु पूर्वपदम् उपसर्जनम् आगच्छति. अस्तु, इदानीं लिङ्गं वचनं निर्णयं. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते. द्वन्द्वतत्पुरुष उत्तरपदस्य लिङ्गं विधीयते. उत्तरपदमस्ति श्रिता इति, तत्तु पुल्लिङ्गम् अस्ति. तथैव नरकाश्रित योगः सु क्षम्यक नरकश्रितः इति आगच्छति. नरकश्रित नाट् नरकाश्रित सुजस् इति सूत्रेण सुबन्तमुत्पत्तिः भवति. तत्तु तस्य लोपः प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा सु इति प्रत्ययस्य उकारस्य उत्संज्ञा भूत्वा तस्य लोपः. तत्तु सकारः एव तिष्ठति. नरकश्रितः श्रितस् इति अस्ति, सुप्तिङ्गन्तपदम् अस्ति नरकश्रितस्. ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति. अत्र नरकश्रितरु इति भवति. उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति. नरकश्रितर् इति भवति. रकारः रेफः एव तिष्ठति. नरकश्रितर् करवसनावसनयोः विसर्जनीयः इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गः भवति. अवसानावस्थायाम् अतः कृष्णश् लङ्कश् नरकश्रितः नाट् लङ्का नरकश्रितः इति समस्तपदं सिद्ध्यति. एकवचनं सर्वासु व्यक्तिषु अपि अत्र अस्ति सर्वे रूपाणि वक्तुमिच्छति वा? अस्तु. नरकश्रितः नरकश्रितौ नरकश्रिताः नरकश्रितं नरकश्रितौ नरकश्रितान् नरकश्रिताय नरकश्रिताभ्यां तृतीया विभक्ति. ओ तेन अस्तु. नरकश्रितेन नरकश्रिताभ्यां नरकश्रिताभिः नरकश्रिताय श्रिताय नरक श्रिताभ्यां नरक श्रितेभ्यः नरकश्रितात् नरकश्रिताभ्यां नरकश्रिते श्रुतेभ्यः नरकश्रितायां नरकश्रितस्य श्रीलिङ्गस्य नरकश्रितयोः नरकश्रितायां श्रितां नरकश्रिते नरकश्रितयोः नरकश्रितासु रकारः अस्ति श्रितेषु. सम्यक् सूना तथैव रामेषु तथैव. अस्तु भगिनि. अस्तु. It's just the three of us, so maybe you can read a few more examples. Agre api patate bhagini. Usha bhagini patate ga. Okay. Dukkam atitah, dukkha atitah, dukkha yogah am, yogah ati, atita yogah su iti alaukika vigrahah. कृतं म्यूट् कृतं क्षम्यताम्. ओके गो हेड् बै यु गो हेड् यू स्टार्टेड्. ओके दुःखयोगः प्रक्रिया वदामि वा भगिनि? जस्ट् गो थ्रू क्विक्ली इफ् देयर इज एनीथिंग स्पेशल यू कैन से. ओके दुःखम् अतीतः दुःखातीतः दुःख योगः अं योगः अतीत योगः सु इति अलौकिकविग्रहः. ओके अतीत इति पदं सो अतीतः देट् वुड् बि दुःखातीतः उद्भित प्रथमान्तं पदं. कान्तारम् अतीतः वन् हू इस् बियाण्ड् कान्तारातीतः कान्तारयोगः अं योगः अतीत योगः सु इति अलौकिकविग्रह विग्रहवाक्यः. कान्तार कान्त ऐ मीन् आफ्टर् द सुपो धातु प्रातिपदिकयोः इति सूत्रेण सूत्रकारणेन अवयवरूपेण प्रत्ययाः लोपः भवति. कान्तारयोगः अतीत इति भवति. कान्तारयोगः अतीत इति स्थिते परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण यत् उत्तरपदस्य लिङ्गं विवक्षितम् अस्ति तदेव उच्यते. कान्तारयोगः अतीत इति स्थिते पुल्लिङ्गं विवक्षिते. कान्तारयोगः अतीतयोगः सु इति स्थितौ सकारस्य स्थाने रु आदेशः अनन्तरं विसर्ग आदेशः भवति. कान्तारयोगः अतीतः कान्तारा सम्बन्धि सन्धिसूत्रं दे कान्तारातीतः इति समस्तपदं भवति. दीर्घसन्धि अकसवर्णे दीर्घः. नो द नम्बर् ऐ थाट् Is it 6101? I'm very impressed that you can remember the number. Very impressed. I cannot remember any number. Period. Koopam patitaha. Koopa patitaha. Koopa yogaha am yogaha patita yogaha su. Iti alaukika vigraha vakyaha. Koopa yogaha am yogaha patita yogaha su. Pullinga vivakshita. Koopa पतितयोगः सु कूपपतितयोगः सु कूपपतितः भवति. पतितः नरकं पतितः नरकं नरकपतितः. ओके पतित इति पदं नरक इति पदं नरकम् इति पदं द्वितीयान्तं पदं द्वितीयान्तं पदं समासविधायकसूत्रे प्रथमा विभक्तौ अस्ति. तत्कारणात् उपसर्जनसंज्ञा भूत्वा पूर्वपदम् अस्ति. सो नरक इति प्रथमम् अस्ति, पतित इति पदं द्वितीय अस्ति. नरकपतितः इति भवति. ग्रामं गतः ग्रामगतः ग्रामयोगः अं योगः गत योगः सु इति अलौकिकविग्रहः. भगिनि अहं पठामि वा कण्टिन्यू आर् ओके तरङ्गम् अत्यस्तः तरङ्गयोगः अं योगः अत्यस्तयोगः सु इति अलौकिकविग्रहः तरङ्गात्यस्तः तरङ्गयोगः अत्यस्त तरङ्गयोगः अत्यस्त तरङ्गात् यस्तः तरङ्गात्यस्तः इति समस्तपदं भवति. अस्तु, धन्यवादः भगिनी. विजया भगिनी अपि आगतवती, अतः विजया भगिनी अस्ति वा? इदानीमेव वर्गः समाप्तं, सन्धिवर्गः. अस्तु भगिनी, आम्, अत्र सुखं प्राप्त इत्यत्र पठति वा? किञ्चित् संक्षिप्त प्रक्रिया अपि वदतु. सुखं प्राप्तः, सुखप्राप्तः इति अस्ति समस्तपदमस्ति. अत्र सुखयोगः अं योगः प्राप्तः योगः सु इति अलौकिकविग्रहः अस्ति. इक्तप्रत्ययमस्ति सुखप्राप्तः इति, ता प्रत्ययमस्ति अत्र. सुखं किञ्चित् इतोपि एतद् विषये वक्तव्यं वा? किञ्चित् संक्षिप्तरूपेण प्रक्रिया वदतु भगिनि. प्रक्रिया अत्र एव अस्ति खलु, सुखयोगः अं योगः प्राप्तः योगः सु इति सुबन्तपदमस्ति. सूत्राणि सुखप्राप्तः किञ्चित् समस्तपदम् इत्यस्य सोपानानि. सुखं प्राप्तः, तत्र सुखप्राप्तः इति सा प्रत्ययमस्ति. सुखप्राप्तः कथं भवति? अलौकिकविग्रहवाक्यात् आरभ्य किञ्चित् प्रक्रिया, सुबन्तं कथम् आगच्छति इति, प्राक्कडात् समासः सर्वे. ओ ओ ओ, अत्र प्रक्रिया अस्ति खलु, अस्माकं परिचिता प्रक्रिया. आम्, भगिनी मया उक्तं त्वयं उच्यते चेत् त्वम् अपि प्रवीणं प्रवीणा भवति उच्यते एकवारं. सुप्तिगन्तपदमस्ति अत्र. अत्र उदाहरणमस्ति चेत् कृष्णयोगः अं योगः श्रुतः श्रुतयोगः सु, तादृशमेव तत्र सुखयोगः प्राप्तिः इति अस्ति. सुपधातुप्रातिपदिकयोः इति सुप् अत्र समाससंज्ञा भवति खलु. एतत् इदानीं मम स्क्रीन् दृश्यते वा? आम् आम्, सम्यक्. तत्र प्रक्रिया अस्ति अलौकिकविग्रहवाक्यं कृष्णयोगः आं योगः श्रुतयो, तादृशमेव अत्र सुखयोगः सुखयोगः सुखं प्राप्तः खलु, सुखयोगः अं योगः प्राप्तयोगः सुखयोगः अं योगः प्राप्तयोगः सु इति अस्ति. एतत् प्रथमं प्राक्कडारात् समासः इति सूत्रेण अस्ति. अनन्तरं तत्पुरुष इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति. तत्पुरुषसंज्ञा एतत् तत्पुरुषसंज्ञा भवति. अनन्तरं द्वितीय शित एतत् सूत्रम् अत्र सूत्रेण इति द्वितीय अर्थम् अस्ति. तत्र अपि प्राप्तिः इति अस्ति, सुखप्राप्तिः इति अस्ति. अतः एतत् अत्र धातुपदमेव निष्पन्नं खलु भगिनि, सुखप्राप्तिः इति अत्र एतत् शब्दः प्राप्तः इति शब्दः अस्ति स उत्तरपदं भवति. अनन्तरं सुपो धातु प्रातिपदिकयोः इति सूत्रेण सु इत्यस्मिन् तत्र अम् सु इत्यस्मिन् लुक् भवति. अतः परन्तु प्रातिपदिकं कथं भवति? प्रातिपदिकं सुक् प्राप्त इति भवति. परन्तु प्रातिपदिकसंज्ञा केन सूत्रेण भवति? प्रातिपदिकसमासाश्च अत्र समासस्य प्रातिपदिकसंज्ञा भवति. कृत्तद्धितसमासाश्च इति सूत्रेण तत्र प्रातिपदिकं भवति. अनन्तरं अत्र एतत् सर्वं लुक् अनन्तरं सुपधातु प्रातिपदिकयोः एतत् अम् सु इति लुक् भवति. अनन्तरं सुक् तिङन्तपदम् इति सूत्रेण तत्र सुखयोगः प्राप्त इति रूपं निष्पन्नम्. अनन्तरम् इत्यनेन सुप् प्रत्ययः सुप् तिङन्तं पदम् इत्यनेन सुप् प्रत्ययः अस्ति. अनन्तरं पदसंज्ञा अपि भवति. तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पदसंज्ञा तत्र भवति. सुख प्राप्त इति पदसंज्ञा भवति. अनन्तरं सुखयोगः प्राप्त इति भवति. सुखयोगः प्राप्त एतत् प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमाविभक्तेः यत् पदं निर्दिष्टं समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. अतः तत्र प्राप्तसुख इति भवति वा भगिनि? कः शब्दः प्रथमविभक्तौ अस्ति विधायकसूत्रे? अत्र प्रथमं सुखप्राप्त एव भवति. इदानीं लिङ्गस्य वचनस्य निर्णयः भवति. उपसर्जनं लिङ्गस्य तत्र निर्णयः भवति चेत् तत्र परन्तु सुख इति एकनिमेषं भगिनि, सुख इति शब्द कथं पूर्वं भवति? उपसर्जनं पूर्वम् इति सूत्रेण. किमर्थं तस्य उपसर्जनं भवति? किं कारणेन वा केन कारणेन उपसर्जनसंज्ञा भवति? प्रथमनिर्दिष्टं समास उपसर्जनं इति सूत्रेण प्रथमविभक्तौ पदं निर्दिष्टम्. एतत् तत्र समासविधेयकसूत्रेण एतत् उपसर्जनसंज्ञा भवति. अनन्तरं विधायकसूत्रे कः शब्दः प्रथमविभक्तौ अस्ति? सुख इति. सुख तु नास्ति खलु विधायकसूत्रे? अनन्तरं सुखमस्ति. सुखं तु द्वितीयविभक्तौ अस्ति. एतत् अतः पूर्वतया मया उक्तं खलु एतत् प्राप्तसुखमिति. प्राप्तसुख इति अकारान्तपदम् अत्र समासविधायकसूत्रं कः किं समासूत्रेण द्वितीयविषये एव खलु भगिनि अत्र पत्रैः इति एतत् द्वितीया तत्पुरुषसमासः इति समासस्य विधायकसूत्रमस्ति खलु. द्वितीया श्रितातीत पतित गतात् अत्र कः शब्दः प्रथमाविभक्तौ अस्ति? अत्र द्वितीया शब्दस्य कः का विभक्ति? सुखम् इति द्वितीया शब्दस्य का विभक्ति? सुखमिति सुखं मास्तु, अत्र विधायकसूत्रमस्ति द्वितीया श्रितातीतपतितगतात्यस प्राप्तापन्नैः द्वितीया इति पदं प्रथमा विभक्तमस्ति. अतः भवति अधुना. अतः यदा वयं समस्तपदं प्रक्रियां पश्यामः तत्र यः शब्दः द्वितीयान्तम् अस्ति तस्य उपसर्जनसंज्ञा भवति. एतत् प्रथमाविभक्तमपि अस्ति तादृशं वा भगिनि? न न न न द्वितीया इति पदं प्रथमाविभक्तौ अस्ति. तस्य अर्थः कः? द्वितीया श्रितातीतपतितगतात्यस्य प्राप्तापन्नैः इति सूत्रेण किं विधीयते? द्वितीया तत्पुरुषसमासः विधीयते खलु? सूत्रं किं वदति? द्वितीयान्तं सुबन्तं, अपि च श्रित अतितपति पतितगत अत्यय इत्यादि शब्दैः कोऽपि शब्दः परे अस्ति चेत् द्वितीयतत्पुरुषः भवति. द्वितीयान्तं शब्दः यः अस्ति सः उपसर्जनं संज्ञा प्राप्नोति. परन्तु इति पदम् अस्ति अत्र, अतः एतत् सूत्रं समीचया तत्र उक्तं. परन्तु तत्र सुखप्राप्तिः इति अस्ति, तत्र ये प्राप्तिः तत्र न आगच्छति खलु? एतत् सुख अतीतपदे प्राप्तः अस्ति, प्राप्त आपन्नैः अत्र प्राप्तः अस्ति. अतः तत्र द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः एतत् पदं सुखयोगः प्राप्तः एतत् उपसर्जनसंज्ञा भवति. अधुना उपसर्जनपूर्वम् इति सूत्रेण उपसर्जनस्य उपसर्जन पूर्वनिपातः भवति अत्र. अतः कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. अत्र तादृशमेव, तत्र सुख इति पदं द्वितीयपदस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति खलु भगिनि? इदानीं सुखप्राप्त इति स्थिति अस्ति. सुखप्राप्त इति इदानीं लिङ्ग विषये लिङ्गस्य वचनस्य निर्णयः भवति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन. द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते. उत्तरपदम् अत्र प्राप्त इति अस्ति. उत्तरपदम् अस्ति स्थित इति उदाहरणरूपेण तत्र. अतः तत्र सुखप्राप्त इति समस्तपदस्य लिङ्गं भवति, पुल्लिङ्गे भवति. तत्र सुखप्राप्तयोगः सु इति भवति. अनन्तरं सु औजस् अम् औजसस् एतत् बृहत्सूत्रेण सुबन्तं सुबुत् पद्भिः भवति. अतः तत्र सु इति प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेणापि कार्यं भवति. अतः सुखप्राप्तस् तत्र सुप्सिङ्गं पदं निष्पन्नम् अत्र पदसंज्ञा भूत्वा. अनन्तरं ससजुषोरुः इति सूत्रेण सुखप्राप्तस् इति सूत्रस्य सकारस्य ऋतु भूत्वा सुख प्राप्तिः इति अन्तिमरूपं निष्पन्नं वा भगिनि? प्राप्तिः प्राप्तर् इति पूर्वमस्ति सस्यजुषोरुः इति सूत्रेण प्राप्तर् अस्ति. अनन्तरं कर अवसानयोर्विसर्जनीयः इति सूत्रेण तत्र अन्तिमरूपं प्राप् सुखप्राप्तिः इति भवति. तावदेव खलु भगिनी? अत्र इकार कुतः आगतः? सुखप्राप्तर् अस्ति, तदनन्तरं रेफस्य विसर्गः भवति खलु. सुखप्राप्तः अस्तु अस्तु. पुष्पा भगिनी पठति वा अग्रे? भवती भगिनी अहं किञ्चित् वदामि किञ्चित् वदामि. प्रथमतया क्षम्यतां, मम फोन् म्यूट् मध्ये न मम एक इन् बिट्वीन् ऐ हेड् अ फोन् काल्, सो ऐ डो नाट् नो वेदर् दिस् वास् आन् आर् नाट्. इफ् इट् वास् आन् ऐ रियलि इट् वास् वन्स् यु पिक् अप् द फोन् दिस् गोस् आफ् automatically. Okay, when you come back it's on usually. Now I want to tell you something. This krishna shrita pullinga strilinga vivaksha yet we discussed earlier, krishna shrita iti eva prathamam pratipadikam bhavati. Anantaram if we want the strilinga we have to add ap vanya nya on neep all this we have to add and then make a krishna shrita, then we can we have to proceed like that. Yes, but so because we don't know the prakriya here, we are just concentrating on su so that we can go with pullinga because there is nothing else to do. Okay, that krishna shrita api eva we still have to do the supratyaya. कृष्णाश्रितायोगः सु इति स्थिते देन् 6168 हल्ङ्याभ्यो दीर्घातुतिस्य पृक्तं हल् वुड् कम् अण्ड् टेक् अवे द सु लोपः भवति. फस्ट् यु डू दि आप् अण्ड् देन् यु गेट् द कृष्णश्रुता. But Supratyaya also has to be added, because Krishna Shruta is still a Pradipatika, and then Supratyaya has to be added. That too is what I am saying, that will go away because of Halnya Abhyo Dirgat Sutra. So finally, Krishna Shruta would be... Tadjanasya karyam na karoti bhagini. Halnya Abhyo Dirgat Sutra. Aam bhagini. Tadjanasya karyam karoti. Atra dushta. करोति स्त्रियां विवक्षा स्त्रियाम् अस्ति स्त्रियां विवक्षा देन् यु हेव् टु डू आप् अण्ड् देन् सुप्रत्य ऐ मीन् अत्र दिस् डिस्कशन् इस् नाट् नेसेसरि भगिनि. We did not discuss in the earlier when Bhagavad Gita. It is not in Sriyam. According to this, Parvalinga Dvandva Satpurushayoho ityanena तत्पदमेव लिङ्गमेव समस्तपदस्य लिङ्गं तत्र श्रित इति प्रत्ययन्त भवति खलु. तत्र पुल्लिङ्गविवक्षायां श्रित श्रितः श्रिता श्रितं, सो इट् डिपेण्ड्स् आन् वाट् वि अप्लै हियर्. यु वाण्ट् अ पुल्लिङ्ग, यु विल् पुट् अ कृष्ण प्लस् श्रितम्. You want a pullinga, you will put Krishna Prashritaha. And that decides the linga for your linga. Entire samasthana. Yes. I did turn it off. Okay. I'm sorry. Okay. Gomati Bhagini Agre Patatu. I think the words we can leave because they are all similar. Maybe you can just go through it quickly. And the last paragraph is something that we need to discuss. Sumati Bhagini Astiva? Oh, I'm reading without unmuting, I'm sorry. Sukham apanmoho सुखम् आपन्नः प्राप्तः इति अर्थः सुखापन्नः इति समस्तपदं सुखम् आपन्नः वि डिस्कस् प्रक्रिया आपन्नः इति सूत्रे भवति अतः सुखम् इत्यनेन आपन्नः समस्यते सुखसुपा इति सूत्रे परिभाषासूत्रेण सत्पुरुषसमासं भूत्वा सुखापन्नः इति समस्तपदं भवति प्रक्रिया वि हव् डिस्कस्ड् अर्लियर् वित् सिमिलर् पदानि देन् दुःखम् आपन्नः दुःखापन्नः एतत् पुल्लिङ्गे अस्ति दुःखापन्नः कष्टम् आपन्नः कष्टापन्नः सवर्णदीर्घसन्धि एव भूत्वा कष्टापन्नः कष्टं प्राप्तः इति अर्थः भवति तत्पुरुषसमास पुल्लिङ्गपदम् अग्रे पठामि आम् एकपरिच्छेदं पठतु प्रकृतसूत्रे श्रुत इति शब्दस्य आदिप्रकृतिः स्वीक्रियते अर्थात् श्रुत इति शब्दस्य तदन्तविधिः न स्वीक्रियते यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः अत्र कष्टं परमाश्रितः इति व्यस्तप्रयोगः एव शक्यः परमश्रितः इति व्यस्तप्रयोगः एव शक्यः सूत्रे श्रुत इति शब्दः अस्ति इति सूत्रे श्रित इति सूत्रे सपोज् वयं परम् इति शब्दस्य अपि योजनं कुर्मः चेत् परमश्रित इति भवति सो विधिसूत्रं द्वितीया श्रुता अस्ति परमश्रित इति इत्यस्य उपयोगं भवति वा इति विवरणं दत्तम् अत्र परमश्रितः अपि आश्रितः इत्यर्थे एव भवति अतः परमश्रुता भवति वा इति प्रश्नः अस्ति अत्र तदन्तविधिः न तु तद् आदिविधिः तदन्तविधिः यदा श्रुता इति शब्दस्य योजनं भवति चेत् तदेव स्वीकरणीयं श्रुतस्य किमपि शब्दः अस्ति चेत् तद् आदिशब्दः भवति आदिशब्दस्य स्वीकरणं न भवति तद् आदिविधिः नास्ति तदन्तविधिः इति एव पूर्वम् उक्तं सूत्रमहं विस्मरामि तदन्तविधिः इति प्रत्ययग्रहणे येन विधिस्तदन्तस्य प्रत्ययग्रहणे तदन्ताग्राह्या इति दत्तमस्ति परिभाषे परन्तु अत्र प्रत्यय नास्ति खलु श्रित परमश्रित अत्र प्रत्ययग्रहणे तदन्तग्राह्या इति परिभाषायाः प्रसक्ति नास्ति श्रुता इति पदं शब्दः तदादिविधिः न तु तदन्तविधिः न तु आदिविधिः because you were there in class last week. I was also in class beginning, but... so let's find out what everyone understood. I also... anyway, at... Mama... We know overall, but you only have to take Shruta. Yeah, Parama Shruta, it is... Parama... श्रुत इति इत्युक्ते श्रुत इति देन् नाट् कन्सिडर्ड् टु बि लैक् इन् द सूत्र ओन्लि सूत्र ओन्लि श्रुति when in a sutra you have a visheshana and vishesha, so it is shrita. So if you look at the purna sutra, sampurna sutram, it is shrita shrita shrita patita patita atyasta prapta naihi apanna supbhihi saha. Yeah, so sup is the vishesha and shrita atita patita etc are visheshana, right? So we know the yena vidhistadantasya yena vidhi uktaha tasya swasya rupasya apicha tasya antasya. So yeah, ideally that should be applied here. So paramashrita is shrita is at the end of paramashrita, so this should be applicable. But there is another vartikam which says समास प्रत्यय विधौ तदन्त विधेः प्रतिषेधो वक्तव्यः. सो इफ यू लुक एट येन विधिस्तदन्तस्य ऑन अष्टाध्यायी.com देयर इज वन आर्टिकल. सो व्हेन इट इज समास प्रक्रिया और यू आर टॉकिंग अबाउट अ प्रत्यय देन इट इज ऑलवेज आदौ भवेत. सो परम श्रितः श्रितः इज एट द एंड, देयरफॉर इट विल नॉट बी पार्ट ऑफ द समास. Because here the specific condition is Shrita should be the Parashabda. But in Parashabda, yeah. I have a doubt. Earlier you said Samasa Prakriya, that Shabdam Purnatya we have to see Purnaha. So when we do Samakanda Pratyasya Yojanam, for example, Samakanda Pratyaya, Tach, इति प्रत्ययोजनेन केवलम् अकार इति इत्यस्य उपयोगं न, यत्र अकारस्य योजनं भवति तत् शब्दं पूर्णतया स्वीकरोतु इति अर्थं. तत्र समासान्तपदये पदविषये वयं पठामः तत् सूत्रम्. एतद् भगिनी इदानीम् उक्तवती तत्र तस्य now whatever you have explained, that vivaranam also is there, I do not know, but we learned this sutram in the context samasanta pratyaya. When we take it, we have to take the whole thing, not the avayava part, the entire samasa group, right? So when you have krishna plus sham plus shrita plus su, and then you are left with Krishna plus Shrita, that entire group is called the at the end of it you will have the samasanta pratyaya. So that entire group, that becomes the angam for your samasanta pratyaya. So that is different from here, right? Here Shrita is a word that has been mentioned in the sutra itself. And so atra, I think Arvind Mahoday was also trying to say something. Yeah. No, if it is for the dvitiya, then the dvitiya is not as a dvitiya as a word, but dvitiya pratyaya. Dvitiya srita, that is how the sutra is, no? There the word dvitiya, which is in Prathama Vibhakti, is not standing for dvitiya as a प्रत्ययग्रहणे तदन्ताग्राह्याः. अत्र तदन्तविधि इति स्थिते या येन विधि तदन्तस्य अण्ड समासप्रत्ययविषये तदन्तविधिः प्रसिद्ध या प्रतिषेधो वक्तव्यः तत् वार्तिकम् इति अस्ति. अहं भगिनि समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः. So the tadanta vidhi does not apply to the words formed by affixes that have an ending. Okay. Right, so here, because Shrita is a word that has been mentioned, so ideally, yena vidhisthadantasya, it means Shrita is the nimittam, right? So either Shrita itself should be there, or any word ending, or any word ending in Shrita, yeah, should be allowed. That is the yena vidhisthadantasya. But it is for not samasa allowed. And for pratyayas, that is not allowed. Mm. Yena vidhi tadeva. Tad adau bhavet. So if Shrita followed by some other word, then probably that should be fine. But Krishna parama Shrita atra param madhya gacchati. Shrita iti shabda sakshat pare nasti ataeva samasah na bhavati vyasta prayogam eva bhavati. Vyasta prayogah eva bhavati. Dhanyavada bhagini. Clear. So anything else that we need to discuss? One clarification which I asked from the last class with Vidya Bhagini, that the Karmadavaya, that we had a doubt, no? The Anyatama, Anyatama, so Vidya Bhagini says that Anyatama meaning is among them, not as other than that. So we thought that Anyatama means other than that. But it no, is no, not Anyatama is within a group, one of them. Yes, Anyatama means among a group, one of them. So 9 groups of Karmadarya was mentioned. Tesham Anyatama Karmadarya Itti Namna Jayate. So among them, all of them will be known as Karmadarya if one of them fall into that one of the groups. Not Tesham Anyatama doesn't mean that from outside this is called Karmadarya. Usha Bhagini had the doubt, no? The na is what, we were expecting the na there. No, na is not required. That's what, okay. Because Anyatama means among them, any one of them will be. Sharmila Bhagini, go up some more. Further up, right? Yeah, that 9 prabhedas of Karmadarya has given, no? Karmadarya. Tatpurushasya dvitiyah. Karmadarya group it is there. I don't have the website on me. I mean Karvatra Vitya. Anyatamaha yaha kopi samasaha eteshu prabhedeshu anyatamaha chet tasya nama karmadharaya samasaha. Kutra bhavati? Karmadharaya samasaha. Karmadharaya samasaha. Okay. It's right. Karmadharaya samasaha. Ha. So, tatpurusha samasaha dvitiyah karmadharaya samasaha. तत्र नवप्रभेदाः सन्ति तदनन्तरं सो इफ् यु सी तत्पुरुषः समानाधिकरणः कर्म यः कोऽपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् या दट्स् वेर् ऐ हेड् द डौट् यः वन् अमङ्ग् देम् ऐ वास् थिङ्किङ्ग् अन्यतमः मीन्स् डिफ्रेण्ट् शुड् बि अदर् देन् दट् या No, it is not. There is a tarap and kama, two tadhita pratyas. So, adhya taraha, praveena taraha is between two, comparison between two. One is tara and tama are comparative. Anyatama is the same, right? Anyatama means the anya means different, right? That is in Hindi. No, for me, Tama, Tara, that is not the problem. Anya means it's still different. But Anya is different even in Sanskrit, Amaita. But Anya Tamaha means one amongst. Hmm. When it is one of them. See, basically the meanings given for Anya Tama is one of the several, either any or any of the many. Uh-huh. Not outside. Okay. Oh, I need to get gloves for the golf. Okay. Okay, I think we should be done. Yep. Right. We're done? Oh, that's it? This is it? Up to the Bhaginiya's cupboard, no? We covered up to the Sasajusho Ruku, the Sutra, right? Karavasaneya Visarjaniya, reading the Sutra. Yes. 10 minutes. Although I started the recording, it doesn't show me it is recording. I mean, it said it was recording. No, when I joined, I got the message. The session is recording, so don't worry. But then how do I stop the recording? Because there is just this record button here. Yeah, same button, you have to press it again. When you finish the class. One minute. Talking about the sutras? I mean, those sutras, Karavasaneya Visarjaniya, all those sutras or not? We know them, right? Yeah. We know the sutras, no? Hmm. Oh, she went back to read them? Oh, no. We went back to look at where Anyatamaha was. Okay. Okay. So there was a question about Anyatamaha. Dvitiya is what we studied just now. Right? This is where we... Yeah. But in the class, I think we stopped up to... We finished the Karavasaneya Visarjaniya and then we stopped. Right. Oh, okay. Then go ahead, read. No. We don't have to. Because that is, we have read this many times in the UN. Yes. By now we should be pretty experts in it. Usha Bhagini too can certainly expert. Oh, yes. Sorry. Gamyadinam Upasankhyanam. Please go ahead. गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी गामी बुभुक्षु इत्येतैः शब्दैः स्मस्यते. गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमि गामि बुभुक्षु इत्येतैः शब्दैः समस्यते. गमि गामि इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति. गमिन् गामिन् इति ग्रामं गामि ग्रामगामि यः ग्रामः गम्यमान गमि गमि नॉट गामि. ग्रामं गमि ग्राम गमी यः ग्रामः गम्यमानः. ग्रामं योगः अं योगः गमिन् योगः सु इति अलौकिकविग्रहः. ग्रामं गामी ग्राम गामी ग्रामगामी ग्रामिनौ ग्रामगामिनः इति रूपाणि. ग्रामगमी भगिनी ग्रामगामिन ग्रामगमी द्वितीयरूपं ग्रामगामी ग्रामगामी ग्रामगामिनौ ग्रामगामिनः इति रूपाणि. मुद्रदोषमस्ति. ग्रामगमि एव साधु. नो द सेकेण्ड् वन् शी सेड् निजन्त निजन्तरूपं गमयति. या गमयति रूपं. सो ग्रामं गामि ओके द्वावपि अस्ति. गमि अपि अस्ति गामि अपि अस्ति. गमि गामि या. सो दट् आल्सो इस् लैक् नकारान्तशब्द. सो ग्रामगामि ग्रामगामि गामिनौ ग्रामगामिनः इति रूपाणि प्रथमा विभक्तौ. अन्नं बुभुक्षुः अन्नं खादितुम् इच्छुकः न बुभुक्षुः. मधु पिपासुः मधुपिपासुः. गुरुं शुश्रुषुः गुरुशुश्रुषुः गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी गामी बुभुक्षु इत्येतैः शब्दैः समस्यते इति वार्तिकम् उच्यते. वार्तिकेन आवश्यकं भवति. सूत्रे श्रित अतित पतित गत अत्यस्त प्राप्त आपन्न इत्येते शब्दाः दत्तं. गमी गामी बुभुक्षु इति शब्दाः न दत्तं. लोके गमी गामी बुभुक्षु इति शब्दाः द्वितीयान्तं पदं पदेन समस्यते इति प्रसिद्धम् अस्ति. तत्कारणात् वार्तिकम् आवश्यकं भवति. अत्र उदाहरणं दत्तं. ग्रामं गमी ग्रामगामी इति समस्तपदं भवति. ग्रामं योगः अं योगः गमिन् योगः सु इति अलौकिकविग्रहः. गामी इति स्थिते ग्रामं गामी इति स्थिते ग्रामगामी इति समस्तपदं भवति. ग्राम रूपं भवति ग्रामगामी ग्रामगामिनौ ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ अस्ति. बुभुक्षुः इति पदं द्वितीयान्तं पदम् अन्नम् इत्येन समस्यते. अन्नबुभुक्षुः इति समस्तपदं निष्पन्नं भवति. अन्नबुभुक्षुः अन्नबुभुक्षौ अन्नबुभुक्षाः एते शब्देन. मधुपिपासुः इति मधुपिपासुः गुरुशुश्रुषुः अल्सो समस्त अन्नबुभुक्षुः एकवारं वदति वा रूपाणि. अन्नबुभुक्षुः अन्नबुभुक्षौ अन्नबुभुक्षाः अन्नबुभुक्षम् अन्न शम्भु शिशुः या शिशुः शिशु अन्नबुभुक्षुः अन्नबुभुक्षौ अन्नबुभुक्षवः शिशुः शिशौ शिशुः शिशुः आम् आम् आं भगिनि अन्नबुभुक्षुः अन्नबुभुक्षू आं भगिनि अन्नबुभुक्षवः आं भगिनि अन्नबुभुक्षवः अन्नबुभुक्षुम् अन्नबुभुक्षू अन्नबुभुक्षून् देन् अन्नबुभुक्षुणा अन्नबुभुक्षा अन्नबुभुक्षुणाभ्यां अन्नबुभुक्षुभिः न मुनिभिः या मुनिभिः शिशुभिः या देन् शिशवे सो अन्नबुभुक्षवे अन्नबुभुक्षुभ्याम् अन्नबुभुक्षुभ्यः अन्नबुभुक्षोः अन्नबुभुक्षोः अन्नबुभुक्षुभ्याम् अन्नबुभुक्षुभ्यः अन्नबुभुक्षोः अन्नबुभुक्षोः अन्नबुभुक्षूणां या अन्नबुभुक्षूणां देन् सेवेन्त् केस् अन्नबुभुक्षौ रैट् अन्नबुभुक्षौ अन्नबुभुक्षौ अन्नबुभुक्षोः अन्नबुभुक्षुषु देन् सम्बोधना उड् बि हे अन्नबुभुक्षो हे अन्नबुभुक्षो हे अन्नबुभुक्षु हे अन्नबुभुक् शबः अस्तु धन्यवादः भगिनि धन्यवादः भगिनि. पुष्पा भगिनी पठति वा इदानीं सूत्राणि. म्यूट् अस्मि. ऐ ओपन् अप् द ऐपाड्. ऐ काण्ट् सी द स्माल् वन्. इट्स् टु स्माल् फार् मी. इदानीं गमी कुत्र अस्ति तदनन्तरं कृतद्वितसमासाश्च कृतद्वितसमासाश्च शब्दमस्ति वा? I'll go inside. It's okay? तद्धितसमासाश्च कृदन्ताः तद्धितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः कृच्च तद्धितश्च समासश्च कृत् तद्धितसमासाः इतरेतरद्वन्द्वः कृत् तद्धितसमासाः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अर्थवद्धातुः अप्रत्ययः प्रातिपदिकम् इस् दट् करेक्ट् धातुः अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत्तदितसमासः च प्रातिपदिकानि अस्तु अत्र कृत्तदितसमासाश्च इति सूत्रस्य विवरणं कृतं कृदन्ताः तिङ् तद्धितन्ताः समासाः ते सर्वे प्रातिपदिकसंज्ञकाः ते सर्वे प्रातिपदिकसंज्ञां सूचयति कृच्छ तद्धितश्च तद् इतरेतरद्वन्द्वः ते सर्वे संयुक्तया कृतदितसमासाः प्रथमान् ते अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृतद्वितसमासाः च प्रातिपदिकानि इति अनुवृत्तिसहितसूत्रमस्ति अर्थवत् धातुः अप्रत्ययः अधातुः अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् अस्तु What does it mean? अर्थवत् अर्थं सूचयति अधातुः अपि अधातुः अस्ति चेत् तत् सुबन्तम् अस्ति सुप् न अर्थवत् यस्य अर्थः अस्ति यः धातुः नास्ति अपि च प्रत्ययपि नास्ति एतादृश तत् प्रातिपदिकम् अस्तु भगिनि अस्तु सुपोधातु प्रातिपदिकयोः इति धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययस्य लुक् भवति धातुश्च प्रातिपदिकं च तयोरितरेतर योगद्वन्द्वः धातुप्रातिपदिके प्रातिपदिकयोः सुपः षष्ट्यन्तं प्रातिपदिकयोः तद् स्टाप् देर् इट्स् टु क्लोस् सुपः षष्ट्यन्तं धातुप्रातिपदिकयोः षष्टिद्विवचनान्तं तत् द्वे कार्यं करोति सूचयति न्यक्षत्रियासैनितो यूनि लुगणिनियो इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति अनुवृत्तिसहितसूत्रं धातु प्रातिपदिकयोः सुपः लुक् अस्तु, तद् प्रथमतया दृष्टामि लुगाणियोण्यो तद् प्रथमतया अत्र धातोः च प्रातिपदिक प्रतिपादिकपदिकस्य च अवयवरूपेण सुप्रत्ययः अस्ति चेत् विद्यमानस्य सुप्रत्ययः प्रत्ययस्य लुक् भवति इति अत्र धातोः प्रातिपदिकस्य अपि द्वे अपि अवयवरूपेण कोऽपि अस्ति तद् सुप्रत्ययस्य लुक् भवति इति तत्तु सुजस् तद् लुक् भवति इति कश्चित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययः लुक् भवति अस्ति तदेव धातुप्रातिपदिकयोः सुपः लुक् एतद् लुगणीयो तद् न क्षम्यतां तं न तस्य अत्र किमपि सम्बन्धः नास्ति अनुवृत्ति एव लुक् इत्यस्य अनुवृत्ति कृते सूत्रमस्ति तद् प्रथमतया पठामि अहम् अस्माभिः अयं सूत्रं न पठितम् इदं सूत्रं न पठितम् तदेव न अत्र स्थगितं खलु ससजुषोः विरामो अवसानं तद् पूर्वे करणीयं विरामोऽवसानम् अत्र वदामि वर्णानाम् अभावः अवसानसंज्ञकः विरामः प्रथमान्तम् अवसानं प्रथमान्तं विपदमिदं सूत्रं स्वयं सम्पूर्णं विरामः अवसानं तद्वदनेन किम् अस्ति वर्णानाम् अभावः अवसानसंज्ञकः वर्णानां किं वर्णानां भगिनि यत्र विराम भवति वाक्येषु यदा वर्ण अनन्तरं वर्ण इमिजियट्लि न आगच्छति इदानीं वर्णानाम् अभावः अवसानसंज्ञकः अत्र वर्णानाम् इति शब्दानन्तरं स्पेस् अस्ति खलु किञ्चित् स्थगित्वा वयम् अभावः इति वदामः तदनन्तरं पुनः किञ्चित् स्थित्वा अवसानसंज्ञकः इति वदामः तत्र अवसानम् अपि च अवसानसंज्ञकः इति वाक्यपूर्ति अनन्तरं पुनः अवसानं भवति विरामं भवति पदान्त विरामावसानं तयोः अन्तरम् अवश्यं जानीयम् किं किं पदान्त पदान्तमपि वर्णानाम् अभवत् तदनन्तरं किन्तु विरामवाक्यस्तरे तत् तदनन्तरं कोऽपि वर्णः वा पदा नास्ति चेदेव विरामं भवति वाक्यस्य अन्ते विरामः अस्ति इति हियर् इफ् यु सी वर्णानाम् अभावः इफ् यु स्टाप् वर्णानाम् अभावः वर्सस् वर्णानाम् अभावः वेर् यु आर् इमिज् सेयिङ्ग् दीस् टु वर्ड्स् टुगेदर् देर् इस् नो अवसानं देर् देर् इस् नो विराम देर् बट् इफ् यु स्टाप् एट् वर्णानाम् अभावः अवसानसंज्ञकः So wherever you stop, that becomes an avasana. And at the end of the statement, there is a sentence that will stop anyway. Next. Next. वावसाने डिफ्रेण्ट् अवसाने विभाषा भवति विकल्पेन भवति तत्र एव अहम् अवसान इत्यस्य अर्थः अवगच्छति मया न वावसाने अत्र तत्त्वसन्धिः भवति चेत् खर भवति तत्त्वसन्धिविषये पठितं न जस्त्व इस् नित्यं बट् देन् द खरीच विच् कम्स् दट् इस् भावसाने एट् दि एण्ड् आफ् दि सेण्टेन्स् इट् केन् और् इट्स् अप् टु यु विवक्षा अस्तु अत्र स्थगयामः वा आं भगिनि शुभदिनं धन्यवादः धन्यवादः भगिनि कण्डक्टर्